पुनस्मरणत्वेन आदिभागात् पश्यामः, तव्यतुमुन् तृचिति करपत्रं वर्तते. तर्हि धातूनां तु अर्धधातुकप्रत्याहयस्त्र सन्ति तत्र इडागमचिन्तनम् इति. धातुः सेट् वा नित् वा इति ज्ञातुम् एकाच उपदेशे अनुदातात् इति सूत्रेण ज्ञास्यामः, सामान्यसूत्रमस्ति. तदनन्तरं प्रत्ययानाम् इडागमचिन्तनस्य कृते अर्धधातुकस्य इड्वलादेः इति सूत्रं तिङ्प्रत्ययानां भवति, तदेव एकमेव सूत्रं भवति. कृत् प्रत्ययानां सूत्रद्वयं, द्वितीयसूत्रमपि भवति नीड्वशीकृति इति. यदि वलादि अस्ति किन्तु वलादि अस्ति वशी अपि अस्ति चेत् न भवति, अवशी एव भवति इति ज्ञास्यामः. तदनन्तरं ति तु त्र तथ सि सुसरकसेषु च इति सूत्रेण उल्लिखितानां प्रत्ययानां तु तत्र इडागमः भवति इति. अनन्तरं तत्र यद्यपि वलादि अस्तु भगिनि, यद्यपि तकारादि सन्ति वलादि सन्ति वशादि नास्ति तथापि तस्य न भवति इति न युद्धतनुवृत्ति. तदनन्तरं तृच् प्रत्ययस्य विधानं, नुल् प्रत्ययस्य च त्विच् प्रत्ययस्य विधानं भवति नुल् तृचौ इति सूत्रेण, कर्तरीकृत् इत्यनेन कर्तरत्वे भवन्ति इति. अनन्तरं तुमुन् प्रत्ययस्य विधानं तु तुमुन्नुळौ क्रियायां क्रियार्थायाम् इति. यत्र क्रियार्थः क्रिया उपपदरूपेण आगच्छति तदा तु धातुतः तुमुन् नो चेत् नुल् प्रत्ययः, तुमुन् च नुल् च प्रत्ययौ विहितौ भवतः इति. अनेन पठितुं गच्छामि इति वयं वाक्यानि प्राप्नुमः. तदनन्तरं तत्तु अत्र सप्तमी विभक्तिः क्रियायां क्रियार्थायाम् इत्यस्य सप्तमी विभक्तिः तु तत्र उपपदं सप्तमीस्तम् इत्यनेन उपपदसंज्ञा भवति. अग्रे तु उक्तम् आसीत् क्रिण्मेजार्थे भवति क्रिया किं भगिनि, भविष्यार्थे भवति, भविष्यार्थे अपि भवति सत्यं, भविष्यति इति अनुवृत्तिः अस्ति इति कृत्वा भविष्यदर्थे भवति. तदनन्तरं तथा एव अत्र भोजक पाचकः गच्छति इत्यस्मिन् अपि मुल् प्रत्ययः यदा विधीयते अग्रे गत्वा पाचं करोति इत्यस्मिन् अर्थे भविष्यदर्थे भवति. तदनन्तरम् आसीत् अत्र नूल् प्रत्ययः तु प्रथम नूल् तृचौ इत्यस्मिन् नूल् प्रत्ययः सामान्यतया तस्य वृत्तिः पचनमस्ति इति कृत्वा नूल् प्रत्ययः विधीयते. किन्तु यत्र क्रियार्था क्रिया यत्र पाचकः गच्छति इत्यस्मिन् भविष्यत्काले सः पक्तुं गच्छति इत्यस्मिन् अर्थे नूल् प्रत्ययस्य विधानं भवति अनेन सूत्रेण. तदनन्तरं कृण्मेजन्तः इत्यनेन तुमुन् प्रत्ययानाम् अभ्यासंज्ञा विधीयते. अग्रे दृष्टम् आसीत् समानकर्तृकेषु तुमुन् इत्यनेन इच्छार्थकधातूनां समानकर्ता यदा भवति तदा तु तत्र इच्छार्थकधातवः तु उपपदसंज्ञां प्राप्त्वा तुमुन् प्रत्ययः विधीयन्ते. पठितुम् इच्छति, गन्तुमिच्छति इति, एतत्तु तत्र भोक्तुमिच्छति इति भविष्यदर्थे तु नास्ति, केवलम् इच्छा प्रकटनम् अस्ति. तदनन्तरं शतधृष न्याग्ला घटर् रभ लभ क्रम सह अर्ह अस्त्यर्षे तु तुमुन् अर्थेषु तुमुन् इत्यनेन एतेभ्यः धातुभ्यः पठितुं शक्नोमि, ज्ञातुं शक्नोति इति तादृश प्रयोगः भवति. एतत्तु भविष्यदर्थे अपि नास्ति, तदनन्तरम् इचार्थकः अपि नास्ति, तथापि तत्र तुमुन् इत्यस्य विधानं भवति इति. सप्तमी उपपदसंज्ञा भवति तेषां सप्तमी तत्र इति धातूनाम् उपपदसंज्ञा भवति. पुनः अत्र तत्रोपपदं सप्तमीस्तम् इत्यनेन सप्तमी प्रयोगः अस्ति. अनन्तरं पर्याप्तिवचनेष्वलमर्थेषु इत्यनेन तत्र पर्याप्तिवचनम् इति यत्र पर्याप्ति अलमर्थे पर्याप्तिः पर्याप्त्यर्थे यत्र अलं शब्दस्य प्रयोगः भवति इत्युक्ते कुशलः इति इत्यस्मिन् अर्थे, समर्थः इत्यस्मिन् अर्थे. तत्र तु धातुः यद्यपि धातुः नास्ति तस्य उपपदसंज्ञा भूत्वा कार्यं कर्तुं कुशलः इति वयं तुमुन् प्रत्ययस्य विधानं भवति. सामर्थ्यार्थः कारणं कि पर्याप्त अलं तयोः बहु अर्थाः भवन्ति, बहवः अर्थाः भवन्ति. केवलं सामर्थ्य अर्थात् यदि अस्ति तदा हि सुमन् प्रत्ययस्य उपयोगः भवति. यथा अत्र दत्तमस्ति अलं भुक्त्वा, तत्र अलं भोक्तुम् इति न भवितुं शक्नोति, कारणं कि भुक्त्वा तस्य अर्थम् अस्ति निषेधार्थम्, अधिकं न खादितुम् इच्छति अथ अलं भुक्त्वा इति भवति तत्र. सो निषेधार्थ यदि भवति तत्र पर्याप्ति वचनम् अलं तस्य सीमा करोति पर्याप्ति. अलम् इत्यस्य अत्र निषेधार्थः नास्ति, समर्थः इति अर्थः. तथा एव पर्याप्तिवचनम् इत्यस्मिन् अपि पुनः अत्र बहु इति अर्थः नास्ति, किन्तु समर्थः इति पुनः अत्रापि अर्थः अस्ति. अनन्तरं कालसमयवेलासु तुमुन् इत्यनेन यत्र भोक्तुं कालः, भोक्तुं समयः इत्यस्मिन् अर्थे प्रयोगः तुमुन् प्रत्ययः भवति इति. अत्र तु कालसमयवेलासु इति सप्तमी तु तत्र तत्र उपपदं सप्तमी स्तम् इत्यनेन तेषां तु उपपदसंज्ञा भवति. तदनन्तरम् आसीत् तव्यतनीयरः इति, तव्यानीयरः इति सूत्रेण धातुतः तव्यतव्य अनीयर् प्रत्ययः भवन्ति इति गते सप्ताहे दृष्टवन्तः. तदनन्तरं तत्र तु तत्र कर्मणि प्रयोगे तत्र तेषां प्रयोगः केन सूत्रेण इत्युक्ते तयोरेव कृत्यक्तकलर्ताः इति सूत्रेण कृत्य इक्तकलर्थप्रत्ययाः ये भवन्ति ते तु भावार्थे कर्मार्थे च भवन्ति अनेन सूत्रेण. अत्र अग्रे उक्तम् आसीत् तत्र कृत्याः इति सूत्रेण गृही रूपव्युत्पत्ति इति नूतन नूतनरीत्या लिखितम् अस्ति, तत्र पूर्वं नास्ति. एवं भवति इति खलु तदेव रूपव्युत्पत्ति कथं भवति तव्यत् यदि अव्ययं योजयामः तव्यत् पदं पठित्वा गते सप्ताहे दृष्टवन्तः तद् दृष्ट्वा आरम्भतः पठामः भगिनि. आमां तत्र कृत्याः इत्यनेन तत्र नूल् तृचौ इत्यस्मात् पूर्वं यावन्तः प्रत्याः सन्ति तेषां सर्वेषां तु कृत्य इति संज्ञा भूत्वा तदनन्तरं तयोरेव कृत्य इत्तकलर्ताः इति सूत्रेण तत्र कर्मणि भावे प्रयोगः भवन्ति. तर्हि अनेन एते के प्रत्याः उक्ताः इत्युक्ते तव्यं, तव्य, तव्यत्, तदनन्तरम् अनियर्, तदनन्तरं केलिमर्, यत्, न्यत् सप्तप्रत्ययः उक्ताः सन्ति इति गते सप्ताहे वयं दृष्टवन्तः. तर्हि अधुना वयं तर्हि रूप उत्पत्तिरेव एवं भवति इति ततः आरभ्य पठामः वा. अस्तु, रूपव्युत्पत्ति एव भवति एध वृद्धौ इति अकर्मकधातु वृद्धि अर्थे तस्मात् च तव्यत् प्रत्ययः योजनीयः. एध तव्यत् यानीयर् इत्यनेन धातो तव्यत् प्रत्ययविधानम् एधयोग तव्यत् इत्संज्ञालोपश्च इत्यस्मात् अनुबन्धलोपः एधयोग तव्य तव्यत् षित् भिन्न अतः आर्धधातुकं शेष इत्यनेन आर्धधातुकसंज्ञक वलादि न तु वशादि इत्यत् आर्धधातुकस्य वलादे नेत् वशीकृति इत्याभ्याम् इत् अनुकूल एध धातु च सेट् इत्यतः इत् आगम विधीयते इत् इत्यतः प्रत्ययस्य आदौ आयाति एधयोग इत्तव्य वर्णमेलने एधितव्य कृदन्तरूपम् इत्यस्कृत् तदित्तसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा सुबन्तप्रख्यायां सुविधानम् अकर्मकधातु इत्यतः नपुंसकलिङ्गे अतोम् अतोम् इत्यनेन सुस्थाने अम् आदेश अमि पूर्वः इत्यनेन अक्वर्णात् अम् प्रत्ययस्य अकारे परे पूर्वपरयो एकपूर्वरूप एकादेश एधितव्यं भावार्थे इति कारणतः नित्यम् एकवचने नपुंसकलिङ्गे च. इदानीं तव्यत् योजनेन धातोः रूपं कथं प्रातिपदिकं निष्पन्नं भवति, तस्य प्रक्रिया दत्तम् अस्ति। एध इति अहं चिन्तयामि, एध इति अदादिगण्यधातुः अस्ति, साधु भगिनि अपि आत्मनेपदी भवति, एधते द्वादिगण्ये खलु, एधते आमाम् अकारः आगच्छति साधु, किन्तु इति आत्मनेपदी अस्ति साधु, एध आं भगिनि, एधते वर्धते वृद् अपि वर्धते इति अस्तु। सो एध इति अकर्मकधातुः अस्ति, तव्यत् तव्यतानियर् इति सूत्रेण तव्यत् प्रत्यययोजनेन एधयोगतव्यत् यदि भवति, तव्यत् इति प्रत्ययात् तकारस्य हलन्तनेन संज्ञा तस्य लोपः भवति, एध योगतव्य इति तिष्ठति। इदानीं तव्य इति प्रत्यय षित् भिन्न अस्ति, सो तिङ्क्षित् सार्वधातुकम् अनेन इति षित् नास्ति, अतः आर्धधातुकशेष अनेन इति आर्धधातुकसंज्ञक् अस्ति, यदि आर्धधातुकसंज्ञक् अस्ति तो तद् इदागमस्य चिन्तनं भवति। सो तव्य इति तकारवलादि अस्ति, अपि कृत् प्रत्ययः अस्ति, सो कृत् प्रत्ययः भूत्वा नेक् वशीकृति इति सूत्रेण वशी नास्ति तकार, सो अतः इदागमस्य चिन्तनं भवति। अपि ए धातु आत्मनेपदी अस्ति, ए धातु सेट् अस्ति, सो द्वयो धातु सेट् प्रत्यय सेट् अतः इदागमः भवति, सो एद् योग इत्तव्यत् इदानीं भवति, इदागम इत् अस्ति आदित्यटकितौ वदेन प्रत्ययस्य आदौ इदागमः भवेत्, सो अतः एद् योग इत्तव्य एधितव्य इति भवति, इति अकारान्तरूपः भवति। इदानीं कृत् तद्धितसमासा च अनेन प्रातिपदिकसंज्ञा भवति, इदानीं यदि प्रातिपदिकसंज्ञा भवति सुप् उत्पत्ति सुप् सुप् धातो सुप् सुप् औजस् इति सूत्रेण सुविधानं यदि भवति, त इदानीं नपुंसकलिङ्गं करणीयं, नपुंसकलिङ्गे सुस्थाने अतो अतोम् इति सूत्रेण अम् आदेशः भवति सुस्थाने, यदि अम् आदेशः भवति त रूपं भवति एधितव्यम्। इदानीं एधितव्यम् अपि अम्मि पूर्व अनेन एधितव्य क्षम्यताम् एधितव्ययोग अम् इति अमीपूर्वनेन पूर्वप्रयोस्थाने पूर्वरूप आदेशः भवति, सो एजितव्यम् इति नपुंसकलिङ्गे एकवचने भवति। अग्रे पठामि वा कोऽपि अन्य पठति? नमस्ते महोदय। नमस्ते मणि महोदय। नमस्ते भगिनी, अग्रे कोऽपि अन्य पठेत् वा अहं पठामि? अहं पठामि भगिनि। अस्तु, अहं पठामि भगिनि। तयोरेव कृत्य कलताः इति सूत्रेण उक्तं यत् कृत्य कलत्थ च प्रत्ययाः भावार्थे कर्मार्थे च भवति, तर्हि ज्ञातव्यं यत् कृत्य इत्यनेन के के प्रत्यया सूचिताः। सूत्रमस्ति तयोः कृत्य कलत्थः इति, अत्र त्रीणि त्रयः प्रत्ययाः सन्ति, कृत्यप्रत्यय क्ताप्रत्यय क्लत्तप्रत्ययः, प्रत्ययोजने योजनेन भावार्थे कर्मार्थे च भवन्ति। पूर्वसूत्रकर्तरि कृतरे इति सूत्रेण कर्तार्थे एव विधीयते इति दत्तम्, अधुना तयोः एव कृत्यक्ता कलत्राः सूत्रेण भावार्थ कर्मार्थ अपि भवितुम् अर्हति. भगिनि, कृत्य कृत् खल त्रयः ये सूत्र सर्वे कृत् कृदन्त एव भवन्ति साधु, तेन पुनः विभजनम् अस्ति रैट्? कृत्य खल इति किं भगिनि नाम अवगतं? कृत्यसंज्ञक खलसंज्ञक ते अपि कृत् कित् प्रत्ययः एव भवन्ति खलु, कृदन्त वयं वदामः. आं भगिनि, कृदन्तेषु एते प्रत्ययाः भावार्थे कर्मार्थे च भवन्ति इति. सर्वे अपि कृत् प्रत्ययः एव सन्ति. कृत्येति नूतनसंज्ञा, कृत् प्रत्ययेषु केषाञ्चनानां कृत्येति संज्ञा भूत्वा तेषां प्रयोगः तत्र भावार्थे कर्मार्थे भवन्ति. अस्तु, कृत्याः तृचौ इत्यस्मात् पूर्वं यावन्तः प्रत्ययाः उक्ताः ते सर्वे कृत्यसंज्ञकाः. तृचावित्यतः प्राक् कृत्संज्ञः स्युः स्युः इति लघुसिद्धान्तकौमुद्यम् इदं सूत्रम् अधिकारसूत्रमपि संज्ञासूत्रमपि. अन्तितः प्रत्ययाः सर्वे कृत्संज्ञकः अपि कृत्यसंज्ञकः अपि कृत्याः प्रथमान्त एकपदं सूत्रम् प्रत्ययः इत्यस्य अधिकारः अनुवृत्तिसूत्रं कृत्याः प्रत्ययाः कृत्याः कृत्य नोल्तृचौ इति सूत्रेण प्रत्ययाः सर्वे कृत्यसंज्ञकाः भवन्ति. इति सूत्रस्य पूर्वं ये कृत् प्रत्ययाः सन्ति ते कृत्याः. ओ ओके, नृच् तु कर्तृत्वे भवन्ति खलु, पाचकः गच्छति इति कर्तृत्वकः इत्यस्मात् पूर्व यावन् प्रत्ययः उक्ताः. ओ ओके ओके, प्रत्ययात् सर्वे कृत्संज्ञकाः. अन्तितः ृचादि प्राक् कृत्संज्ञा स्युः इति लघुसिद्धान्तमपि वदति. अधुना कृत् प्रत्ययः संज्ञा अपि अस्ति, कृत्संज्ञका अपि अस्ति. तिस्रसंज्ञा भवति प्रत्ययसंज्ञा, कृत्संज्ञा अपि कृत्यसंज्ञा. त्रीणि ओके, महोदय अत्र सन्देहः अस्ति. कृत्या इत्यस्य सूत्रस्य पूर्वं यावन्त प्रत्ययः उक्ताः वा अथवा नूल् पूर्वं यावन्त प्रत्ययः उक्ताः इति प्रत्ययोचि सूत्रमस्ति खलु, ततः आरभ्य तदनन्तरं ये प्रत्ययाः सन्ति इत्युक्ते 3-1-15 आरभ्य 3-1-14 अस्ति कृत्याः इति उक्तं खलु. 95 क्षम्यतां, 3195 अस्ति. तर्हि 3196 आरभ्य ये प्रत्ययाः सन्ति तदनन्तरं कियत्पर्यन्तम् इत्युक्ते रूल् पृथौ इत्येव पूर्वसूत्रापर्यन्तम् इत्युक्ते 3132 पर्यन्तम्. तर्हि 3196 आरभ्य 3132 पर्यन्तं ये तेषां धन्यवादः. अस्तु धन्यवादः. सीमामणि महोदय, भवान् पठति वा महोदय? अनेन सूत्रेण ततः परं महोदय, अनेन सूत्रेण एते प्रत्ययाः उक्ताः तव्यं च तव्यत् तव्यत् च एव अनियर् केळिमरौ तथा यत् नियतं क्यतं चापि कृत्यान् शब्दप्रचक्षते नाम तव्य तव्य अनियर् केळिमर् यत् नियत् क्यत् क्यप् इति शब्दप्रत्ययः कृत्प्रत्ययः इतोपि द्वाभ्याम् अधि विधिसूत्राभ्यां विधीयन्ते अर्थ अर्थविषयेषु शेषे इत्युक्ते तव्यत् अनेन सूत्रेण इत्युक्ते कृत्या इति सूत्रेण तव्यत् शब्दरूपाणि नाम तव्यत् तव्य अनियर् केळिमर् यत् न्यत् क्यप् प्रत्ययः इति शब्दप्रत्ययः कर्मण्यर्थे नो चेत् भावार्थे विधीयन्ते इत्युक्ते तव्यत् प्रत्ययेन सह ते मया भवितव्यम् इति प्रयोगः भवति खलु मया सुप्तव्यं मया भवितव्यम् इति भावे कर्मणि प्रयोगः भवति तर्हि अनेन सूत्रेण कर्मणि भावे प्रयोग तत्र प्रयोगः भवन्ति इति सूत्रम् पठामि वा अर्हे कृत्य तृच्छ चृच्छ अर्ह नाम योग्यकर्तृवाचकर्ते वर्ते कृत्यप्रत्ययः च तृच् प्रत्ययः च विधिलिङ्लकारे विद्यते सकारात् लिङ्लकार सङ्गेत कृत्या च तृच्च तयोरितरेतरदण्डः कृत्यतृच्छः अर्हे सप्तम्यन्तं कृत्यतृच प्रथमान्तं च अव्ययपदं त्रिपदम् इदं सूत्रम् प्रत्ययः परस्य धातोः इत्येषाम् अधिकारिक अनुवृत्तिसहितसूत्रं धातोः कृत्यतृच् प्रत्ययः परस्य अर्हे अत्र दत्तमस्ति अर्ह इति धातुः योग्यकर्तृवाचके इत्यस्य अर्थेन भवति यदा भवति तत्र कृत्यप्रत्ययः अपि तृच् प्रत्ययः अपि भवति विधिलिङ्लकारे एव अन्यत्र न भवति महोदय अत्र लकारेषु ओन्लि विधिलिङ्लकारे भवति आं महोदय अत्र तु कृत्यप्रत्ययस्य विशिष्टनियमः अस्ति अत्र सामान्यतया भावार्थे कर्मार्थे प्रयोगः भवति अन्यथा तु तत्र विशिष्टविधानं भवति अर्ह इति योग्यः अस्ति इत्यस्मिन् अर्थे योग्यार्थे कृत्यप्रत्ययः तृच् प्रत्ययः च विधिलिङ्लकारः विधीयते इति दत्तमस्ति इत्युक्ते विधिलिङ्गपि सामान्यतया विधिलिङ्ग् तत्र वयं दृष्टवन्तः खलु कुत्र विधिलिङ्ग्लकारस्य प्रयोगः कुत्र भवति तत्र किम् आसीत् इत्यस्य पार्श्वपति एव भवति वा न न न लिङ्ग् लिङ्ग् लकारः कुत्र तत्र सूत्रमपि सूत्रमस्ति तस्मात् पूर्वं लिङ्ग्लकारस्य विधानं भवति विधिनिमन्त्रण आमन्त्रण अधीष्टसम्प्रश्न प्रार्थनेषु लिङ्ग् इत्यनेन लिङ्ग्लकारस्य प्रयोगः भवति खलु विध्यर्थे निमन्त्रणार्थे आमन्त्रणार्थे अधीष्टार्थे सम्प्रश्नार्थे प्रार्थनार्थे अपि भवति अन्यथा अर्हेः कृत्य तृश्य इति सूत्रेण पुनः तृतीय कृत्यप्रत्ययः तृच् प्रत्ययः विधिलिङ्ग् प्रत्ययः अर्हार्थे अपि विधीयन्ते इति भगिनी मम प्रश्नः अस्ति यदि योग्यार्थी भवन्ति किन्तु कृत्यप्रत्ययभावार्थे एव तस्य प्रयोजनं भवति साधु भावे प्रयोगस्य वा कर्मार्थे किन्तु योग्य अर्थ भवेत् तेषां सत्यं भगिनि अस्तु तृच् प्रत्यय कर्तृर्थे इति योग्यार्थे कर्तृपदं कर्तृप्रयोगे कर्तृप्रयोगे तृच् प्रत्ययः योग्यार्थे विद्यते अतो उदाहरणमस्ति हा विधिलिङ्ग् तु तत्र कर्मणि अपि भवितुम् अर्हति कर्त्रे अपि भवितुम् अर्हति खलु उदाहरणानि पश्यामः चेत् प्रायः अवगच्छामः पठति वा निदर्शने भवता खलु कन्या ओडव्या वाह्या वाहनी खलु कन्या ओढव्या इत्यस्मिन् कः प्रत्ययः प्रयुक्तः अस्ति पठनीयम् ओढनीयम् लैक् देट् तदेव महोदय ओढव्या इति अस्मिन् ओढव्यः इति तव्यत् अस्ति ओढव्य इति वाह्या वाहनीय वहनीया इति अन्यर् अस्ति वाह्या इति कीदृशप्रत्ययः अस्ति यत् अथोपधायां निकार अस्ति तत्र वाह भवति तत्र आकार भवति अम्यत् प्रत्ययः खलु भगिनि आमां प्रत्ययः अस्ति तर्हि कृत्यप्रत्ययः इत्यनेन सप्तप्रत्ययानां ग्रहणमस्ति खलु तर्हि सप्तप्रत्ययाः अपि अर्हार्थे प्रयोक्तुं शक्यते इति तर्हि भवता खलु कन्या ओढव्या इति भव कन्यां विवाहं कर्तुं भवान् अर्हः भवान् योग्यः इत्यस्मिन् अपि अत्र प्रयोगः अस्ति इट्स् नाट् दट् यु हेव् टु केरि हर् यु हेव् टु मेरि हर् इति अत्र विधिः इति नास्ति यु आर् क्वालिफैड् टु मेरि हर् इत्यस्मिन् अपि अत्र प्रयोगः अनन्तरं भवान् खलु कन्या ओढा इति तृच् प्रत्ययः भवान् ओढा इति भवति खलु भवान् खलु कन्यया ओढा शी हेस् टु बि मेरिड् टु यु इति यु हेव् टु बि मेरिड् वित् हर् इति तादृशः भवान् खलु कन्यां वहेत् इति यु हेव् टु मेरि हर् इति तत्र अत्र विधिः नास्ति किन्तु यु आर् क्वालिफैड् इत्यस्मिन् अस्ति धन्यवादः महोदय भवान् तया सह विवाहं कर्तुं योग्यः इत्यर्थः योग्यः तदेव अत्र वः प्रापणे इति धातुः योग्यार्थे अत्र लिङ्लकारस्य वयं तु अत्र कर्मणि प्रयोगे अपि प्रयोक्तुं शक्यते खलु कथं लेखिष्यामः उष्यते भवता कन्या उष्यते भवता खलु कन्या उह्येत इति भवति लिङ्गलकारस्य भावे प्रयोगे अग्रे पठामि पठामि किं भगिनि भवे भगिनि क्षम्यतां न श्रुतं किं भगिनी पठतु भगिनि अद्य पर्यन्तं न निष्कासितम् एफ् सि सि तस्याश्च आवश्यकः च आधमर्ण्यः ऋणविशिष्टः इत्येतादृशे वाच्यार्थे धातुमात्रात् कृत्यसंज्ञकः प्रत्ययः अपि भवति अस्मात् पूर्वं यत् सूत्रम् आवश्यकाधमर्ण्ययोर्निनिः अनेन तस्मिन्नेव अर्थे निनि प्रत्ययः विधीयते किन्तु कर्त्रर्थे अवश्यङ्कारी नाम यः अवश्यं करोति शतन्दारी नाम शतं रूप्यकाणि दातव्यानि येन ऋणिना सह प्रकृतसूत्रे च इत्युक्तं प्रकृतसूत्रे च इत्युक्तं यतोहि कृत्यसंज्ञकप्रत्ययाः अपि भवन्ति अस्मिन् प्रसङ्गे किन्तु कर्मार्थे भावार्थे च आवश्यका अधमर्ण्ययोः इति वर्तते इति काशिका कृत्याः प्रथमान्तं च अव्ययं द्विपदमिदं सूत्रम् आवश्यक अधमर्ण्ययोः निनिः इत्यस्मात् आवश्यकाधमर्ण्ययोः इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः कृत्याश्च प्रत्ययाः परश्च आवश्यकाधमर्ण्ययोः इति उक्तं कृत्याश्च कस्मिन् प्रसङ्गे तेषां विधानं भवति इति आवश्यकः इति तस्य एक अर्थः यत्र कुत्रापि आवश्यक इति अर्थः अस्ति तत्र सः कृत्याः उपयुज्यन्ते तथैव ऋणविशिष्टः आधमर्ण्यः इति एतादृशे सन्दर्भे धातुमात्रात् कृत्यसंज्ञकप्रत्ययः विधीयते अस्मात् पूर्वं सूत्रम् आसीत् इति भाति. आवश्यक अधमर्ण्ययोः निनि, अनेन तस्मिन्नेव अर्थे निनिप्रत्ययः विधीयते. किन्तु कर्तृत्य इत्युक्ते प्रत्ययः भावार्थे कर्मण्यर्थे विधीयन्ते, परन्तु पूर्वतनसूत्रं यत् आवश्यक अधमर्ण्ययोर्निनिः इति, तत् कर्तृर्थे कर्तृते विधीयते. अवश्यङ्कारी नाम यः अवश्यं करोति, शतन्दारी नाम शतं रूप्यकाणि दातव्यानि येन ऋणिना सह, तं शतन्दारी इति नाम अस्ति तस्य. कृतसूत्रे च इत्युक्तं यतोहि कृत्यसंज्ञकप्रत्ययाः अपि भवन्ति अस्मिन् प्रसङ्गे, किन्तु कर्मार्थे भावार्थे. अस्तु, यत् तदेव अत्र एतावता उक्तम्. आवश्यक अपि च आधवर्ण्य एतयोः शब्दयोः प्रयोजनं करणीयं चेत् दिनि कर्तृर्थे भवति, परन्तु कृत्याः भावार्थे कर्मार्थे च भवन्ति इति. आवश्यका अधर्मण्ययोः इति वर्तते इति काशिका. कृत्याः प्रथमान्तं च अव्ययं द्विपदमिदं सूत्रम्. आवश्यक अधमर्ण्ययोः निनिः इत्यस्मात् आवश्यकाधमर्ण्ययोः धातोः कृत्याश प्रत्ययाः परश्च आवश्यकाधमर्ण्ययोः. अत्र निदर्शने आवश्यकार्थे एतावता अस्ति, भवता खलु अवश्यं कटः कर्तव्यः, करणीयः कार्यः. अनीयर्तव्य अनीयर् अपि च कार्ये, कार्य कीदृशप्रत्ययः भगिनि? कार्यः ण्यत् किम् एव भगिनि. अवश्यं हरिः सेव्यः, तत्र शेव्र सेवने इत्यस्मात् कृत्यसंज्ञकः ण्यत् प्रत्ययः, सेव्यः इति रूपम्. आधमर्ण्यार्थे ऋणविशिष्टार्थे भवता शतं दातव्यं, देयं नाम शतस्य रूप्यकाणां दानयोग्यं ऋणम्. तत्र दा धातोः प्रत्यसंज्ञकः यत् प्रत्ययः, देयमित्यत्र यत् प्रत्ययः इति भाति खलु. अत्र प्रश्नः नास्ति खलु, किञ्चित् अत्र मम मयत् केवलं यदि तव्यतनीयर् एव सामान्यतया विधिलिङ् इत्यस्य कृते एव प्रयोगः भवति खलु, तर्हि आवश्यक इत्यस्मिन् अर्थे तत्र भेदः अस्ति वा? अत्र दत्तम् अस्ति इति सूत्रेण कृत्यश्च अनेन आवश्यकार्थे अपि कर्तुं शक्नुमः प्रयोगः. भगिनी अधमर्णकः भवति यथा रमेशः यस्य ऋणम् अस्ति, अथवा रमेश यदि प्रकाशं प्रकाशे प्रकाशाय शतरूपाणि ददाति, प्रकाश भवति ऋणी साधु अधमर्णः. शतन्दारी भवति प्रकाश प्रकाश एव. आं भगिनि, आम् अस्तु. अत्र मम प्रश्न एवम् अस्ति, सामान्यतया वयं पठितवन्तः तव्यतनीयर्थः विद्यर्थे भवन्ति इति पठितवन्तः खलु. कर्तृते यथा अस्ति तथैव तव्यतनीयप्रत्ययः, कर्मण्यर्थे भावार्थे तत्र विद्यर्थे भवन्ति इति. तर्हि तस्य पृथक् सूत्रमस्ति वा? नो चेत् अनेनैव सूत्रेण तत्र कृत्यसंज्ञकानां तव्यतनीयप्रत्ययानां विधिलिङ्गलकारे प्रयोगः भवति वा? न जानामि भगिनि, पर्यन्तं किन्तु यदि पूर्वसूत्रम् अस्ति अर् कृत्य तृष्टश्च तत्र विधि लिङ्गे अर्हार्थे अस्ति, साधु निश्चयेन कर्तव्यं भवता कर्तव्यम् इति सर्वं तत्र विधिः विधीयते आवश्यकम् इत्यस्मिन् अर्थे एव विधिः तत्रापि आयाति विधिलिङ्गे चतुर्थ भावः भवति साधु भविष्ये कर्तव्ये भविष्यं कर्तव्यं वा निश्चयेन कर्तव्यं वा केन इति रिक्वेस्ट् कर्तुं यदि भवति तत्रापि विधिलिङ्गस्य प्रयोगः भवति एक अन्यम् अस्ति अपि सो अत्र आवश्यक यदि अस्ति तत्र अनेन सूत्रेण कृत्याश्च मम प्रश्नः अस्ति न्यत् यदि न्यत् यत् यदि अतोपधाय अचोजनति भवति तत्र न्यत् वक्तुं शक्नुमः अथवा यथा देयम् अस्ति तत्र द्वयोः इति सूत्रे तेषां प्रयोगः न भवति कथं तत्र वक्तव्यं यत् अस्ति वा न्यत् अस्ति किं भगिनि अत्र णित् अस्ति इति कृत्वा तत्र वृद्धिकार्यं भवति खलु अत्र सेव्यर् अस्ति अत्र सेव्यर् तत्र वृद्धिकार्यं नास्ति साधु केवलं तथैव अस्ति सेवने सेव्यर् लघु इक् नास्ति पुगन्तलघुपदस्य अस्ति एकारस्य वृद्धिः न भवति साधु आम् आं सेव्यः सेव् इति अस्ति किन्तु इक् ह्रस्विकारः नास्ति इति कृत्वा सेव् इत्येव तिष्ठति तत्र वृद्धिः अपि गुणमपि नास्ति तत्र यद्यपि तर्हि तत्र क्लेशः एव भवति यत् यत् अपि भवितुं शक्नोति वा साधु सेव्य सेव प्लस् यत् किं भवति इति पश्यामः सकारस्य लोपः भवति तिष्ठति साधु तर्हि अद्य भेदः वर्तते वा इति मम प्रश्नः तत्र सेव्ययोगः यत् इत्यस्मिन् सेव्यम् इति भवति इति पश्यामि सेव्य इत्येव रूपं भवति भगिनि तत्र भेदः नास्ति समानं भवति वृद्धिकार्यं गुणकार्यं किमपि नास्ति इति कृत्वा साम्यं वर्तते अत्र हरि इति पुल्लिङ्गपदः अस्ति अतः सेव्यः अस्ति साधु तत्र यत् प्रत्ययः अत्र भवति त्रिषु लिङ्गेषु भवन्ति इति मन्ये उपरि दत्तमस्ति तुम्मन् इति अव्ययः भवति किमस्ति वयं दृष्टवन्तः सूत्रं किन्तु यत् प्रत्ययस्य न जानातु अन्ये तुम्मन् किं प्रत्ययः किन्मे जन्त अनेन अव्ययं भवति तुम्मन् प्रत्ययः अन्याः प्रत्ययाः ये कृदन्तः सन्ति तेषां लिङ्गभेदः भवति सत् तदेव मम प्रश्नः अस्ति तत्र यत् प्रत्ययस्य लिङ्गभेदः भवति वा इति न जाने न जाने पठितवन्तः यदि ण्यत्तस्य विधीयते नकारस्य इच्छन् न भवति खलु न ण्यत् इत्यस्य प्राप्ले क्लेशः नास्ति भगिनि तत्तु दृश्य लिङ्गेषु भवति यत् प्रत्ययस्य यत् प्रत्ययस्य तत्र त्रिशुलिङ्गेषु भवति वा केवलं पुलिङ्गभुंसकलिङ्गे भवति वा यत् प्रत्यये चकारस्य इच्छन् न भवति वा न वा इति कथं जानीमः यत् प्रत्ययस्य केवलं ये अवशिष्यते न सम्यक् न श्रूयते भगिनि यदि यत् प्रत्ययः यत् प्रत्ययः भवतु या ण्यत् प्रत्ययः भवतु केवलं यकारः एव अवशिष्यते अवशिष्यते किन्तु कश्चन भेदः वर्तते खलु नित्यस्य इति कारणतः, परन्तु सेव् इति शब्दे उपधायाम् एकः अस्ति ज्ञत्वा भवतु यत्वा भवतु द्वयोपि रूपसाम्यं समानं। किन्तु प्रश्नः अस्ति यत्र ण्यत् प्रत्ययः अस्ति चेत् सेव्यः सेव्या सेव्यमिति त्रिषु लिङ्गेषु भवति, किन्तु यत् प्रत्ययस्य अहं पश्यामि यत् प्रत्ययस्य अहं नपुंसकलिङ्गे एव पश्यामि, तेन सूत्रेण न जाने, किन्तु यत् प्रत्ययस्य नपुंसकलिङ्गे एव तत्र दत्तमस्ति। भगिनी कुत्र पश्यन् अस्ति? न न, अहं तु शब्दकोशे यत् प्रत्ययानां यत्र रूपाणि सन्ति तद् अहं पश्यन्ती अस्मि। शब्दकोशे अस्ति वा? केवलम् आन्लैन् मध्ये पश्यन्ती अस्मि। तदेव नाट् इन् संस्कृतशब्दकोशे वा इति अन्य किमपि शब्दकोशमस्ति अत्र संस्कृत wiki.org इति खलु तत्र पश्यामि। न जाने, अहं तु न जाने, प्रायः त्रिषु लिङ्गेषु भवति। किन्तु अनन्तरं तु अत्र अत्र सूत्रमेकमपि पश्यामि अचोयत् इति सूत्रं, तत्र तु उदाहरणानि केवलं नपुंसकले दत्तमस्ति, तर्हि न जाने। अस्तु अग्रे गच्छामः वा? तावदेव पाठितवान् वा महोदय? तर्हि वयम् अजन्तानां किमस्ति क्रीडागमस्य आवलिं किञ्चित् एकवारं पश्यामः वा? बहुकालः जातः भगिनी, यत् यदा संस्कृतविकि भवती पश्यन् अस्ति तस्य लिङ्क् प्रेषयति वा किं कृपया? यत् प्रत्ययस्य वा भगिनि? 3197 सूत्रं भगिनि, तत्र 3197 उच्चोयत् अग्रिमसूत्रमपि अत्र प्रत्यर्थ आवलिं पश्यामः वा? सम्यक् वदामि, अजन्तप्रत्यय सर्वे अनिट सन्ति, केवलं चतुर्दश प्रत्ययाः शेषः, आकारान्त सर्वे अनिटः, तदनन्तरम् इकारान्त धातुद्वयं श्री श्रोयिता श्री श्रेयता, ईकारान्त दीर्घ ईकारान्त डीन् शयिता डीन् शयिता, उकारान्त धातु तद् श्री रविता दु रविता स्मु नविता सविता श्री सविता स्मु नविता, दीर्घ उकारान्त स्मु इति चतुर्थी अस्ति, सर्वे भवन्ति शेषः तत् कविता, तदनन्तरं ऋकारान्त धातु व्रिङ् व्रिङ् वरिता वरिता इति भवति, द्वयोः रूपं समानं, दीर्घ ऋकारान्त त्रि इति प्रतिनिधिरूपेण तरिता भवति, ऐकार धातु लच गै ये सर्वे अन्यतः सन्ति इति अजन्तधातु। अहं पठामि वा? अहं वदामि वा पुनः? तत्र श्री श्री श्री इति सेवायां श्री इति गतिवृद्ध्योः इति, तर्हि श्री इत्यस्य श्रयिता श्री इत्यस्य श्वयिता, तदनन्तरं दीर्घ इकारान्तानां तु शीङ् स्वप्ने इति, अनन्तरं डीङ् इति विहाय सा गतौ इति. तर्हि शीङ् इत्यस्य शयिता, डीङ् इत्यस्य ढयिता. तदनन्तरं यु रु नु स्नु क्षु क्ष्णु इति, यु इति मिश्रणे मिश्रणे च इत्यनेन यविता, स्नु यु रु इति शब्दे इति रविता, यु रु नु इति नु इति किम् अस्ति स्तुतौ इति नविता. तदनन्तरं स्नु इति प्रश्रवणे इति स्नविता, क्षु इति शब्दे पुनः शब्दे इति क्षविता, अनन्तरं क्ष्णु इति तेजने इति क्ष्णविता. तदनन्तरं इति तावत् किम् आसीत् उकारान्ताः. तदनन्तरं दीर्घ उकारान्ताः तु सर्वेपि सेतः सन्ति, भू इति प्रतिनिधिः भविता इति. तदनन्तरं ऋकारान्तानां तु वृङ् इति सम्भक्तौ इति, वृञ् इति वर्णे इति अपि अस्ति. तर्हि वरिता वरिता इत्येव रूपद्वयम् अपि भवति. तदनन्तरम् आसीत् दीर्घ ऋकारान्ताः सर्वेपि सेतः सन्ति, प्रतिनिधिरूपेण तृ इति धातुः. तर्हि तस्य तु तरिता इति भवति. अनन्तरम् अन्ये सर्वे तु अनिट् दातवः भवन्ति इति. अन्य कोऽपि वक्तुम् इच्छन्ति वा? हावलि हलन्तधातु एतद् न वक्तुमिच्छति वा भगिनि? ओके, ओ वदामि भगिनि. अजन्तधातोः आधिक्येन सेट् अनितः परिगणित केचन धातुः ये सेटर् सन्ति ते इकारान्त ह्रस्व इकारान्त श्री श्वी अपि च श्री श्वयिता श्रयिता, दीर्घ इकारान्त शीङ् अपि डीङ् शयिता डयिता, उकारान्त यु रु नु स्नु क्षु क्ष्णु, जविता रविता नविता युरुनु स्नु स्नविता क्षविता क्ष्णविता, दीर्घ उकारान्त तत् पश्चात् वृङ् अपि च वृ इति द्वावपि समानं वरिता इति रूपं. दीर्घ ऊकारान्त धातवः भूधातुवत् भविता, दीर्घ ऋकारान्त धातवः तृ तरिता इति, तृ दीर्घतृ अस्ति तरिता तावत् सन्ति. अन्य कोऽपि वदति? अजन्तदातवः सामान्यतः अनिटः, परन्तु चतुर्दशदातवः सेत् अस्ति. आकारान्त सर्वे अनिटः, श्री इकारान्त श्री श्री श्री स्वयिता श्री स्वयिता, दीर्घ इकार शीं दीं, अत्रपि शविता रूपं समानमेव, वरिता वरिता एव. उकारान्तदातवः यु रु नु स्नु क्षु स्नु, अत्र यु यविता रु रविता नु नविता नु स्नविता क्षु क्षविता क्षु क्षुण्णता क्ष्णविता क्ष्णविता. त्रिविता दीर्घविकारान्त न उक्तवान् भूदातु दीर्घकार सेटः भूदातु एव प्रतिनिधिः भविता भवति. दीर्घरूकार अपि थ्रू इति अस्ति, तरिता भवति. धन्यवादः. इदानीम् अहं वदामि महोदय. महोदय वदतु चतुर्दश धातवः एव अन्य चेत् भवति अत्र प्रथमतया आकारान्तधातुः सर्वे अनीत् ह्रस्व ईकारान्तधातुः श्री स्वी इति एव रूपं भवति श्रयिता शविता इति रूपं स्वयिता श्रयिता इति दीर्घकारान्त डीं शीं रूपं भवति सयिता दयिता तन् उकारान्तः यूरुनु स्नु चु च्नु इति रूपं भवति रवि यु यविता रविता अनन्तरं नविता नविता स्नाविता शविता श्नविता इति रूपं भवति अनन्तरं दीर्घरुकारान्द ऊकारान्दः भूधातुः सर्वे सेट् भवति रूपं भवति भूधातुः इति दीर्घ ऊकारान्दस्य प्रतिनिधिः भू भविता अनन्तरं ऋकारान्दधातुः उरु व्रीं इति द्वौ अपि सेट् रूपं भवति समानः वरिता वरिता इति अनन्तरं दीर्घ ऋकारान्दः तदपि द्रु इदपि प्रतिनिधिः भवति शेटस्य द्रु तरिता इति रूपं भवति महोदय धन्यवादः महोदय सरला भगिनी अग्रे वेट् धातु न वदति वा भगिनि वेद् धातु स्वर स्वरति सूयति सूति सूयति उदुत अनेन वेत् संज्ञा भवति धातूना यथा प्रथमस्वर इति धातु सविता सविता स्वरता इति सु इति सोता सोता सविता सु धातुद्वयम् अस्ति एक राजिगणीय तस्य द्वादिगणे धातु सोता सोता सोता सविता धू इति धोता धविता इदानीं चकारान्त धातव तञ्चु तञ्चु तङ्क्ता तञ्चिता ओ व्रष्टु व्रष्टा व्रश्चिता जकारान्त धातव भवति अञ्जु अङ्क्ता अञ्जिता मृजु माष्टा माष्टा मार्जिता मृजे वृद्धि अनेन तदनन्तरं दकारान्त धातु क्लिदु क्रेता क्रेदिता सन्ता सन्तिता सिद्धु सिद्धु सिद्ध सेधा सेधिता तत्तपकारान्त गुपु गोप्ता गोपिता गोपायिता साधु गोपायिता गुपु क्लिपु क्लेप्ता क्लिपु क्लप्ता क्लप्ता क्लपिता क्लपुश् क्लप्ता क्लपिता क्लपिता नास्ति कल्पिता शुद्धं कर्तुमस्ति कल्पिता त्रपुस्त्रप्ता त्रपिता तर्पिता तदनन्तरं शमु शन्ता शन्ता शमिता शमु द्वयं शन्ता शनि शन्ता शमिता अशु अष्टा अशिता अशु क्लिषु क्लेष्टा क्लशिता अक्षु अक्ष्टा अष्टा क्षम्यताम् अष्टा अक्षिता अक्षु त्वक्षु त्वक्ष्टा त्वक्षिता तक्षु तक्ष्टा तक्षिता तदनन्तरं हकारान्त धातवः गाहु गाढा गाहिता गुहु गुहु भवति गोढा गुहिता गृहु गर्धा गर्हिता वृहु वर्धा वर्हिता स्त्रुः दर्धा तर्हिता स्त्रुः स्रढा स्तर्हिता तृणुः क्रण्ढा तृणिता तदनन्तरं रथादिभ्यश्च अनेन रध् रद्धा रधिता नश् नश्ता नशिता त्रिपु द्रप्ता त्रप्ता तर्पिता द्रिपु द्रप्ता द्रप्ता दर्पिता द्रोः द्रोः खादि द्रोः द्रग्धा द्रोग्धा द्रोधा द्रोहिता मुह मोढा मोग्धा मोहिता स्नुः स्नोढा स्नोग्धा स्नोहिता स्नुः स्नेधा स्नेग्धा स्नेहिता अन्तिममस्ति निष्कुश् निष्कुश् निष्कोष्टा निष्कोषिता स्वरति श्रुति श्रूयति गून् इति प्रथमं स्वरधातोः स्वरिता स्वर्ता इति भवति सुधातुः धातुद्वयम् अस्ति तर्हि सोता सविता इति तदनन्तरं स्वरति श्रूति श्रूयति तदनन्तरं भू इति भू इत्यस्य गोता गविता इति तदनन्तरम् उदित् धातवः सन्ति भगिनि घोता न धू धू उदितो अस्तु घोता धविता धू इति तदनन्तरं चकारान्तः सन्ति तञ्चु अञ्चु इति तङ्क्ता तञ्चिता इति तदनन्तरं अञ्चु इति अञ्चु इति ओवृष्यु ओवृष्यु ओवृष्यु चकार ओवृष्यु ओवृष्यु इत्यनेन भ्रष्टा भ्रष्टिता तदनन्तरम् अञ्जु इति जकारान्तः अस्ति अञ्जु इति अंसा अञ्चिता तदनन्तरम् अञ्जिता वा अञ्चिता वा अञ्जिता जकार अञ्जु जकारान्त द्वावस्ति मृजु इति मार्ष्टा मार्जिता इति तत्र मृजु इत्यस्य तदनन्तरं क्लिदु दकारान्तः क्लिदु स्यन्दु इति क्लिदु इत्यस्य क्ले क्ले क्लेता क्लेदिता स्यन्दु इत्यस्य स्येत् स्यन्ता स्यन्दिता षिद् धकारान्तः षिधु इति सेद्धा सेधिता तदनन्तरं पकारान्तः कृपु गुपु तदनन्तरं त्रपु इति कृपु इत्युक्ते क्लप् कल्ता कल्ता कल्पिता तदनन्तरं त्रुपु इत्यस्य गुपु इत्यस्य गोप्ता गोपिता अनन्तरम् अस्य तु आयादेशः अपि भवति गोपायिता इति तदनन्तरं त्रपूष् इत्यस्य त्रप्ता त्रपिता अनन्तरं मकारान्ताः क्षमु क्षमु इति द्वयं वर्तते क्षन्ता क्षमिता इति तथा एव शमूष् इत्यस्य अपि क्षन्ता क्षमिता तदनन्तरं तत्र तालव्यशकरान्तरम् अशु तिषु इति तद् अष्टा अशिता इति क्लेष्टा क्लेशिता इति तदनन्तरं मूर्धन्यशकारान्तरम् अक्षु तक्षु त्वक्षु इति अष्ट अक्षिता तष्टा तक्षिता त्वष्टा त्वक्षिता इति तदनन्तरं हकारान्तः गाहु गाहु गुः गृहु तदनन्तरं तृण्हु तृः स्त्रुः वहु इति तर्हि गाहु इत्यस्य गाढा गाहिता गुः इत्यस्य गोडा गुहिता तदनन्तरं तदनन्तरं गुः गृहु गृहु इत्यस्य गर्डा गर्हिता गुहिता अस्ति तत्र उकार आगच्छति तत्र तथैव उक्तवती भगिनि सम्यक्तया उक्तवती तृण्हु इत्यस्य तृण्डा तृहिता तदनन्तरं तृङ् तृह् इति तर्डा तर्हिता तदनन्तरं स्तृह् इति स्तर्डा तत्र स्तृड् इत्यस्य स्तर्डा स्तर्हिता तदनन्तरं वह् इत्यस्य वृह् इति वृह् इति खलु वह् वा वृह् वा व्र व्र वृहु वृह् वृह् वर्डा वर्हिता इति तदनन्तरं रदादिभ्यश इत्यनेन रध् नश् तृप् दृप् तदनन्तरं दृह् मुह् श्लुः श्निः इति एतेषां धातूनां तर्हि रध् धातोः रद्धा रधिता इति नश् इत्यस्य नष्टा नष्टा इति भवति नशिता इति तदनन्तरं तृप् इत्यस्य रूपत्रयं भवति तृप् इत्यस्य तृप्ता क्षम्यतां तृप्ता इति तृप्ता तृप्ता तर्प्ता तृप्तिता इति पुनः तृप्ता प्रथमगुणकार्यं तर्प्ता तदनन्तरं रेपः आदेशः भवति खलु अम्मादेशः भूत्वा तृप्ता तदनन्तरम् इडागमः तर्पिता इति गुणकार्यं च तथा एव तृप् दृप् इत्यस्य दर्प्ता द्रप्ता दर्पिता तथा एव तृप् दृप् किमस्ति दृह् द्रो द्रोड् द्रोग्धा द्रोडा द्रोहिता तदनन्तरं दृक् मुख् मोग्धा मोडा मोहिता तदनन्तरं दुः मुः स्नुः स्नोग्धा स्नोडा तदनन्तरं स्नोहिता स्निः स्नेग्धा स्नेडा स्नेहिता तावद् खलु तदनन्तरं अन्य निरः कुष्ठ इत्येन निरुपसर्गकुष्ठातोः किं भवति निष्कोष्ठा तदनन्तरं निष्कोषिता इति उत्तमं भगिनि आं भगिनि बहु सम्यक् आसीत् तर्हि अग्रिम स्वरति सूति सूयति धूमि उदितो वा इत्यनेन स्वर सु सु अपि च धू स्वर स्वर्का स्वरिता सु सोता सविता इति धातुद्वयं तथैव धू अत्र धोता धविता पश्चात् तञ्चु ओवृश्चु अञ्जु मृजु तञ्चु सन्ता तञ्चिता ओवृश्चु वृष्टा वृश्चिता अञ्जु मृजु अन्ता अञ्जिता मृजु मार्ष्टा मार्जिता तञ्चु ओवृश्चु अञ्जु मृजु क्रिदुश्चन्दु शिधु क्लेत्ता क्लेदिता सेत् स्यन्दु स्यन्ता स्यन्दिता क्लिदु स्यन्दु शिधु सेद्धा सेधिता तत् पकार गुपु त्रिपुष् कृपु गुपु गोप्ता गोपिता गोपायिता त्रिपुष् तृप्ता तृपिता कृपु कल्प्ता कल्पिता क्षमु क्षमोष् क्षन्ता क्षमिता इति धातुद्वयं समानं क्षमो क्षमोष् अशु अशुक्लिषु अष्टा अक्षिता क्लेष्टा क्लेशिता अक्षु तक्षु त्वक्षु अष्टा अक्षिता त्वक्षु त्वष्टा त्वक्षिता अक्षु तक्षु तष्टा तक्षिता अक्षु तक्षु त्वक्षु पश्चात् हकारात् गुः गृः गाहु गुः गाहु गाहु गाहु गाढा गाहिता गाहु गुः गूढा गूहिता गोढा गूहिता गोढा गोढा गूहिता गाहु गुः गृहु गृहु गर्ढा गर्हिता गुः गुः गाहु हा त्रण्ढा त्रन्हिता हा त्रन्ः त्रहु स्रहु व्रहु त्रण्ढा त्रन्हिता त्रन्ः त्रहु तर्ढा तर्हिता तृन्ः तर्हु स्त्रहु व्रहु स्तर्ढा तर्हिता व्रहु वर्ढा वर्हिता रधादिभ्यशेतिरन रध् नश् त्रप् द्रप् द्रुह् मुह् श्नुः श्नेह रध् रद्धा रधिता रध् नश् नौष्टा नशिता त्रप् त्रप्ता तर्पिता तर्प्ता द्रप् द्रप्ता दर्प्ता दर्पिता त्रप् द्रप् द्रुह् मुह् द्रुः द्रोग्धा द्रोढा द्रोहिता मुः मोग्धा मोढा मोहिता द्रुः मुः श्नुः श्नेह श्नुः स्नोग्धा स्नोढा स्नोहिता स्नेग्धा स्नेढा स्नेहिता निरहकुश निष्कोष्टा निष्कोषिता इति इत्तावत् अरुणा भगिनी अपि च मणिमहोदय अस्ति किल अहं न जानामि भगिनि पठतु भगिनि एकवारं दृष्ट्वा पठतु स्वरिता स्तुति स्तूयति धू धुञ् उदितो धातवः सृ स्वरिता स्वर्ता सु सोता स्वरिता पश्यतु रूपाणि स्वयं करोतु तर्हि एकसोपानं तत्र उदिच्छति दातुं पश्यतु किन्तु रूपं दृष्ट्वा या धु दातु धोता धविता चकारदातवः वञ्च् ओ वश्च् ददा दातुद्वयं पञ्च् पञ्च पञ्च कञ्चित् कञ्चित् ओ वृष् वृष् वृष्ट वृषित वृश्चित जकारन्त अञ्जु अन्त अञ्जित मृज् भगिनि मज्जित मष्ट मष्ट क्लिद् क्लेता क्लेदितः सन्द् स्यन्त सन्दितः धकारान्तदातवः षिद् सेद्ध सेद्धितः फकारान्तदातवः गुप् कृप् कृप् गुप् गोपिता गोप्ता त्रपुष् त्रप्त तर्पितः कृप् रूपत्रयम् आसीत् खलु वदतु कृपु इति कल्प्ता भवति वा ओके कल्प्ता कल्पित मकारतदातवः छमु क्षन्त क्षमित छमुष् क्षन्त क्षमित असु अक्षिता अक्षिता तच्छु तष्टा तक्षिता त्वच् त्वेष्ट त्वेषिता ओके हकारान्तदातवः गाः गाढ गाहिता गुः गोढ गोहित दीर्घ तत्र तु गूहित उत्पद्यते दीर्घवृक् गृह् गर्ढ गर्हितः तृण्ड् भगिनि तृण्ड त्रण्डित त्रिंशित भवति वा तृम्हित तर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्हितर्ह तर्पिता अन्यरूपं किं भगिनि त्रीणि अस्ति न दर्पित द्रोहित मुग्धा मूढा वर्षित स्नुः स्नोढा स्नोहित स्निः शेग्धा स्नेद्धा स्नेडिता स्नेहित निर्यवाकृष् निष्कोष्ट अन्यरूपं न जानामि भगिनि निष्कोषित निष्कोषित ओके वदामि महोदय स्वरति श्रुति श्रूयति दुञ्जितितो वा इति सूत्रेण चत्वारः धातवः सुरु स्वर्ता सरिता सुसु द्वि द्वौ अपि समानरूपमपि श्रोता सविता अनन्तरं दु धातुः दोता दविता इति अनन्तरं उदित अधः चतुर्विंशति धातवः स्वरति सूति सुयति गुञ्जितो इत्यनेन पञ्चपृथक् धातवः तदनन्तरम् उदित् धातवः तु चतुर्विंशति धातवः अपि सन्ति महोदय कोष्टके चत्वारः धातवः दत्तं पञ्च नास्ति अहं चत्वारः एव अंश सत्यं महोदय चत्वारः धातवः अत्र किम् इत्युक्ते पञ्च इति किमर्थम् उक्तवती इत्युक्ते घू इत्यनेन धू इत्यस्य धातुद्वयं वर्तते आं सु सु दट् अधः द्वौ दन् चतुर्थः इति दु, अनन्तरं पञ्चमः सृ इति एकं, सु इति धातुद्वयं वर्तते, अदादिगणीयसूते इति, अनन्तरं दिवादिगणीयसूयते इति, तदनन्तरं भु इत्यस्यापि धातुद्वयम् अस्ति, भून् कम्पनि स्वादिगणति धुनुते धूनुते, तदनन्तरं क्रयादिगणस्य धुनाति धुनीते इति. धन्यवादः महोदय. अहं चिन्तितवान् एकः एव द्वौ धातुः इति, द्वम् अपि अस्ति चेत् यदा भवान् वदति पञ्चमः पञ्च अस्ति. धन्यवादः महोदय. अनन्तरम् उदितः वदामि वा? उदितः चतुर्विंशतिधातवः तञ्चु ओरज् चकारन्द तङ्क्ता तञ्चिता ओरच् व्रष्टा व्रक्षिता अनन्तरम् अञ्जु मृजु अत्र अङ्क्ता अञ्जिता मार्षा मार्जिता अनन्तरं दकारन्दः क्लितु सिधु क्लितु अश्यन्त् क्ले क्लेता क्लेदिता अनन्तरं शन्त् शन्ता शन्तिता षिधु इति रूपं सेदा सेदिता अनन्तरं तकारन्धः पकारन्धः गापु गापु गुः त्रिपुस् त्रिपुस् गापु आम् आं गुपु त्रिपुस् कृप् कृपु अत्र गुपुस्थाने गोप्ता गोपिता गोपायिता इति त्रीणि रूपम् अनन्तरं तुपुस् त्रप्ता त्रपिता अनन्तरं चमूस् कृपु कृपु कल्प्ता कल्पिता अनन्तरं चमु चन्ता चन्दिता चमूस् अपि समानरूपं चन्ता चमूस् चमूस् समानरूपमेव समिता अनन्तरं शकारन्ददातव अश्रु अष्ट अशिता त्वक्षु न क्लिषु क्लेश क्लेशिता अक्षु शकारन्ददातव अक्षु अष्ट अक्षिता त्वक्षु अक्षु त्वक्षु तक्षु अपि अस्ति दष्ट तक्षिता त्वक्षु त्वष्ट त्वक्षिता अनन्तरं गुः दाहु गाहु गुः गृः गाहु इत्यस्य गाढा गाहिता गुः इत्यस्य गोडा गोहिता गूहिता उदिदातवः गूहिता अनन्तरं गृहु गड्ड गर्हिता अनन्तरं किमस्ति दृण्हु दृण्हु दृण्ड दृमिषिता अनन्तरं तृहु दृण्ड दृषिता स्तृः सृण्ड स्रषिता अनन्तरं वृहु वृहु वडा वर्हिता इति अनन्तरं रदादिव्यस इति सूचन चत्वार षड् धातवः अष्ट आम् महोदय अष्ट धातवः सन्ति नस् रद् नस् रद् आदौ आम् आम् आम् रद् आदौ रद् नस् तृप् तृप् तृह् मुह् स्नौ स्निह् इति रद् रजिता रद्दा रजिता अनन्तरं नस् नष्टा नशिता नंष्टा नमागमः अत्र नंष्टु नमशिता नशिता वा अनन्तरं ऋकारन्दरु द्रुः अत्र त्रीणि रूपमस्ति द्रोग्धा द्रोन्तनं पूर्वं पकाराङ्गतः सन्ति खलु तृप् दृप् इति आमाम् तृप् तृप् अत्रापि त्रीणि रूपं तर्पिता अनन्तरं द्रु तत्रापि दर्प्ता द्रप्ता दर्पिता मुह् द्रुह् द्रोग्धा द्रोहिता द्रोडा अनन्तरं मुह् अत्रापि मोग्धा मोहिता मोडा मुह् स्नुह् स्नोडा स्नोहिता स्नोग्धा स्निह् स्नेहिता स्नेडा स्नेग्धा अनन्तरं निरपक्षः वा महोदय निष्कोष्ठा निष्कोचिता किम् अग्रिमे सप्ताहे हलन्तानां पाठनं कुर्मः अपि एकवारं प्रक्रियाया के सूत्राणि आगच्छति तस्य अपि अभ्यासं कुर्मः एकवारं सूत्राणाम् अवलिं पश्यामः वा आरम्भतः अस्तु तर्हि एकवारं पश्यामः चेत् इडागमचिन्तनम् एकादौ एकाच उपदेशे अनुदातात् इति प्रत्यानां तु इडागमः आर्धधातुकस्य इड् वलादेः इति प्रथमसूत्रं नेडुवशीकृति यथा तीतूत्र इति अस्ति तथा एव सीसूस इति तदनन्तरं थथ इति अस्ति अनन्तरं रकसेषु तदनन्तरं तृच् प्रत्ययस्य तु नूल् तृचौ इति नूल् तृचौ इति तत्र कर्तृकृति मुण्णुळौ क्रियायां क्रियार्थायाम् इति क्रियार्था क्रिया इत्यस्मिन्नर्थे मुण्णुळौ तदनन्तरं तत्रोपपदं सप्तमीस्तम् इति उपपदसंज्ञा कृण्मे जन्तः इति तत्र तुमन् प्रत्ययानाम् अव्ययसंज्ञा भवति तदनन्तरं समानकर्तृकेषु तुमुन् इत्यनेन समान इच्छार्थकधातूनां भवति तदनन्तरम् आसीत् शक धृष ज्ञाग्ला घट रभ लभ क्रमसहार्हा अस्त्यर्षे अर्थेषु तुमुन् इति तदनन्तरं किं भवति पर्याप्तिवचनेषु अलमर्थेषु इति पुनः तत्र तुमन् प्रत्ययस्य विधानं तर्हि तुमन् प्रत्ययस्य विधानं तत्र त्रयं भवति खलु चत्वारि सूत्राणि सन्ति प्रथमम् आसीत् तुमुण्णुळौ क्रियायां क्रियार्थायाम् इति द्वितीयम् आसीत् समानकर्तृषु कर्तृकेषु तुमुन् इति तृतीयम् आसीत् शकदृश ज्ञाग्ला इति तदनन्तरं चतुर्थः अस्ति पर्याप्तिवचनमलवर्तेषु इति अनन्तरं पञ्चमः अस्ति कालसमयवेलासु तुमुन् इति तर्हि पञ्चसूत्राणि सन्ति तुमुन् विधायकसूत्राणि तत्र नूळ् विधायकसूत्रद्वयम् आसीत् प्रथमम् आसीत् नूळ् तृचौ इति अनन्तरं तुमुण्णुळौ क्रियायां क्रियार्थायाम् इति तुमुन् अस्ति पञ्चसूत्राणि अनन्तरं तव्यतनीयर् इत्यस्य तव्यतनीयर तव्यत्तव्य अनीयरः इति सूत्रम् तेषां तु तत्र कर्तृकृत् प्रभाद्य भावार्थे कर्मार्थे विधानं भवति एक कने केन सूत्रेण इत्युक्ते तयोरेव कृत्य इत्तकलर्थाः इति सूत्रेण अनन्तरं तद् कृत्यसंज्ञाविधानं तु कृत्याः इति सूत्रेण भवन्ति तदनन्तरं तत्र कृत्य तव्यत् सुमन् ये कृत्यप्रत्याः सन्ति तेषां सर्वेषाम् अर्हार्थे अपि विधानं भवति तर्हि प्रथमविधानं तव्यत्तव्य अनीयरः इति सूत्रेण भवन्ति प्रत्याः विधानं भवन्ति द्वितीय विधानं तु अर्हेः कृत्यतृचश्च इति सूत्रेण अर्हार्थे भवन्ति कृत्यप्रत्ययानां प्रत्ययानां विधिलिङ्गकारस्य अपि प्रयोगः भवन्ति इति अनन्तरं तृतीयसूत्रमस्ति कृत्याश्रयत्वेन आवश्यक अधमर्ण्य इत्यस्मिन् अर्थे अधमर्ण्यः इत्यस्मिन् अर्थे कृत्यशून्यकानां विधानं भवन्ति इति धन्यवादः भगिनी विरमामः शुभरात्रि धन्यवादः